सर्वेभ्यो नमः. गतवर्गे वयं लोट् लकारस्य अभ्यासं कृतवन्तः. लोट् लकारे वयम् आत्मनेपदीधातूनाम् अपि परस्मैपदीधातूनां लोट् लकारस्य अभ्यासं जातं. तत्र वयम् अभ्यास कुत्र स्मः इत्युक्ते पुटसङ्ख्या 52, 53, 54, 55 तत्र स्मः. तत्र पुटसङ्ख्या 52 मध्ये तु लोट् लकारः परस्मैपदीधातूनां कोष्टकमस्ति साधारणरूपम्. अपि पेज् 55 मध्ये आत्मनिपदीधातूनां लोट् लकारस्य साधारणरूपम् अस्ति. अतः एकवारं पुनःस्मरणार्थं एतत् कुर्मः. तत्र लोट् लकारस्य किं कोऽपि वदतु इति पश्यामि. अस्तु, वेणुगोपाल् महोदय. अस्तु अस्तु, भवान् अद्य शृणोति. अस्तु, मेहुल् महोदय नमस्कारः. तत्र पुटसङ्ख्या 52 दृष्ट्वा नमति इति क्रियापदस्य परस्मैपदी क्रियापदम् अस्ति. तस्य लोट् लकाररूपम् एकवारं पठति वा महोदय, वदति वा? नवरूपाणि, केवलं नवरूपाणि इति पठतु, पठताम् इति तादृशं वदतु. नमतु, नमतां, नमन्तु, नमतः, नम, केवलं नम. नम, नमतं, नमत, नमानि, नमाव, नमाव, नमाम, नमानि, नमाव, नमाम. समीचीनं महोदय. अस्तु, तत्र शोभा भगिनी, तत्र रक्षतु इति रक्षतु, रक्षतां, रक्षन्तु, रक्ष, रक्षतं, रक्षत, रक्षानि, रक्षाव, रक्षाम इति. अस्तु, समीचीनं. तत्र प्रायशः तत्र रक्षाणि इति भवति, किन्तु इदानीं रक्षाणि चिन्ता मास्तु भगिनि. अस्तु, केवलम् अन्यत् एतादृश पश्यामः. गीताञ्जलि भगिनि, तत्र पचतु इति किं पदं? पचतु, पचतु, पचतु, पचतु, पचतां, पचन्तु, पच, पचतं, पचत, पचानि, पचाव, पचाम इति. अस्तु, इदानीं प्रायशः परस्मैपदीधातूनां लोट् लकारस्य रूपं तस्य पुनःस्मरणं जातम् इति मन्ये. अस्तु, अग्रे मधुसूदन महोदय, तत्र किं कुर्मः? क्षमते इति, क्षमते इति आत्मनेपदीधातुः अस्ति. तस्य कोष्टकं तत्र पुटसङ्ख्या 55 मध्ये अस्ति. तत् एकवारं करोति वा, क्षमते इति उपयुज्य? क्षमतां, क्षमेतां, क्षमन्तं, क्षमन्तां, क्षमायि, क्षमावहै, क्षमामहै. किन्तु मध्यमपुरुषः, सोरि, क्षमस्व, क्षमतां, क्षमध्वम्. उत्तमपुरुष, क्षमै, क्षमावहै, क्षमामहै. समीचीनं महोदय. अस्तु, इदानीं तत्र उषा भगिनी, तत्र सहते इति, सहते, पुटसङ्ख्या 55 पश्यतु तत्र. कोष्टकं नास्ति, किन्तु सहते, तद् दृष्ट्वा वदतु. वन्दताम् इति अस्ति. क्षम्यतां महोदय, अहं पूर्वस्मिन् कक्षायां आत्मनेपदी धातु कृतवन्तः वा महोदय? न कृतवन्तः सत्यं सत्यं सत्यं धन्यवादः भगिनि धन्यवादः अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु सत्यं सत्यं सत्यम् अस्तु अस्तु अस्तु धन्यवादः भगिनि वयं सत्यं गतवर्गे वयं केवलं लोट् लकारस्य परस्मैपदी धातूनाम् एव कृतवन्तः अस्तु अस्तु अस्तु अस्तु भगिनि धन्यवादः अस्तु उषा भगिनि एकवारं तत् कोष्टकं यदस्ति वन्दताम् इति तदेकवारं पठतु भगिनि उदारः पदानि दृष्ट्वा रिक्तस्थानि न न न केवलं यत् कोष्टकम् अस्ति पुटसङ्ख्या 55 मध्ये उपरि वन्दताम् इति अस्ति केवलं तत् कोष्टकम् एकवारं वदतु वन्दतां वन्देतां वन्दन्तां मध्यमपुरुषः वन्दस्व वन्देतां वन्दध्वं वन्दै वन्दावहै वन्दामहै इति समीचीनं भगिनि अस्तु एतत् साधारणरूपम् अस्ति इदानीं तत्र तत्र किमस्ति प्रथमपुरुषे तां ताम् अन्ताम् इति भवति किन्तु वन्दताम् अस्ति एकवचने द्विवचने वन्देताम् इति अस्ति एकारः आगच्छति अपि बहुवचने इन् इति आगच्छति तां पूर्वं वन्दन्ताम् इति भवति मध्यमपुरुषे स्व इति भवति वन्द स्व पुनः द्विवचने वन्धेताम् इति अस्ति अपि बहुवचने वन्दध्वम् इति अस्ति तदनन्तरं वन्दै अहं वन्दै आवां वन्दावहै वयं वन्दामहै आत्मनेपदी तु वन्दे वन्दावहे वन्दामहे इति अस्ति तद् लोट् लकारपरिवर्तनं कर्तुं बहु सुलभः अस्ति केवलं वन्दै वन्दावहै वन्दामहे इति भवति अतः बहु सुलभम् अस्ति लोट् लकारस्य परिवर्तनं कर्तुम् उत्तमपुरुषे अस्तु इदानीं तत्र अधोभागे यत् अस्ति तद् प्रायशः करणीयम् इति मन्ये तत्र लोकतां अस्तु वन्दस्व अस्तु एतत् कुर्मः इदानीं तत्र प्रथमतया प्रायशः वयं पुटसङ्ख्या 55 मध्ये एव तत्र एव कोष्टकम् अस्ति इति कृत्वा तद् एकवारं कुर्मः नवम अभ्यासः तदनन्तरं षष्ठम अभ्यासः आगच्छामः अस्तु तत्र अथवा षष्ठमेव कुर्मः अस्तु पुटसङ्ख्या 53 तत्र वन्दते इति दत्तम् अस्ति इदानीं सहते इति कुर्मः अस्तु इदानीं वंशीसुधा भगिनि पुटसङ्ख्या 53 षष्ठ अभ्यासः गृहपाठं न करणीयं किल अस्तु अस्तु तदपि कुर्मः लोट्लकारस्य वाक्यानि रचितवन्तः खलु वयं भवन्तः अस्तु अस्तु तदपि इदानीमेव कुर्मः तदनन्तरम् एतत् सर्वे प्रायशः परस्मैपदी धातौ एव कृतवन्तः इति मन्ये अस्तु अस्तु महोदय भानुचेतने महोदय गृहपाठं कुर्मः तदनन्तरम् एतत् कुर्मः वंशीसुत भगिनि किञ्चित् अनन्तरं भवती एव वदतु एतत् सहते इति अस्तु इदानीं वंशीसुत भगिनि भवती एतत् गृहपाठवाक्यानि वदति वा आम् आं महोदय कृतवती प्रथमस्ति त्वं कदापि असत्यं न वद आवां किमर्थं तत्र तिष्ठाव भवन्तौ कृपया एतौ क्रीडौ क्रीडताम् एतौ क्रीडौ क्रीडताम् तत्र क्रीडौ इति विभक्ति का क्रीडौ द्वितीया विभक्ति प्रथमपुरुषे द्वितीयविभक्ति द्विवचने अस्ति महोदय तत्र क्रीडा तत्र क्रीडौ इति लिङ्गं किं तत्र क्रीडः इति क्रीडा इति स्त्रीलिङ्गमस्ति या पुल्लिङ्गमस्ति महोदय क्रीडा या क्रीडः क्रीडा अस्ति चेत् मम मनसि स्त्रीलिङ्गपदम् इति अस्ति किन्तु अन्य कोऽपि वदति वा पुल्लिङ्गे अपि भवति वा इति? हा मम मनसि स्त्रीलिङ्गे एव अस्ति भगिनि, किन्तु प्रायः पुल्लिङ्गे अपि भवितुम् अर्हति. क्रीडा इति. धन्यवादः. एतौ क्रीडे क्रीडे क्रीडताम्. हा अस्तु. अहं पुस्तकम् अवश्यं परिशीलयामि. यानि यूयं मम गृहे आगच्छतु आगच्छत मिलत. यूयं मम यूयं मम गृहे मम गृहे आगच्छत आगच्छत मिलत आगच्छत मिलत. अस्तु. हा समीचीनं भगिनि. धन्यवादः महोदय. हा समीचीनं भगिनि. अस्तु अग्रे वनचेतनी महोदय वदति वा. आं महोदय, अहम् आत्मनेपदे अपि कृतवान् वा अथवा उपयोगं कृतवान्? मा विद्विषावहै. वयं देवालयं गत्वा देवं वन्दावहै. हे सद्गुरो मां क्षम्यताम् देवपूजार्थम् उद्याने पुष्पाणि चिनोतु. शीघ्रं परीक्षाकागदं निर्णयतु. तत्र गुरुः इति वाक्यम् आसीत् खलु, तत्र किम् आसीत्? मां क्षम्यताम्. तत्र धातु किम् अस्ति? धातु किम् अस्ति महोदय? परस्मैपदी धातु वा आत्मनेपदी धातु वा? क्षम्यते अस्ति महोदय. एतत्तु क्षम्यते इति अस्ति, अहं चिन्तयामि, अतः क्षम्यतां. क्षमते क्षमते महोदय. न न एतत् किञ्चित् पूर्वम् आगतम्. अत्र कथा अस्ति खलु, तत्र भ्रातृमेलनं कथायां मां क्षमताम् इति अस्ति. अत्र अहं मम मनसि एतद् अस्ति, तत्र क्षमते इति प्रायशः आत्मनेपदी धातुः अस्ति, अपि गुरुः इति एकवचने अस्ति खलु. आं महोदय. हा गुरुः एकवचने अस्ति, किन्तु परस्मैपदी धातुः मध्ये ताम् इति लोट्लकरे ताम् इति कुत्र आगच्छति महोदय? क्षमस्व इति अपि अस्ति महोदय. हा अतः क्षमस्व क्षमस्व तत् मध्यम पुरुष उत्तम आत्मनिपदे आत्मनिपदे अस्ति. आत्मनिपदे एव अस्ति तत् आत्मनिपदे. क्षम्यते क्षमते क्षमते उभयपदि वा? हा किन्तु उभयपदी अस्ति अस्ति चेदपि एकवचने ताम् इति लोट्लकरे नागच्छति. पश्यतु पेज् 52 पश्यतु, तत्र पठतु पठताम् इति अस्ति. पठतां तु द्विवचने अस्ति. गुरुः मां क्षम्यताम् इति. आत्मनेपदी एकवचने अस्ति अत्र. अतः अहं पृच्छामि, तत्र आत्मनेपदी धातुः अस्ति, अतः तत् क्षम्यते वा क्षमते वा किम् अस्ति इति धातु. भ्रातृमेलनं मध्ये तत्र आसीत् क्षमताम् इति आसीत्, किन्तु प्रायः क्षम्यताम् इति लोट्लकारः नास्ति इति अहं मन्ये. हा क्षमते इति अस्ति, क्षमते इति अस्ति, क्षमते इति अस्ति महोदय. किन्तु क्षमते अस्ति चेत् एकवचने क्षमताम् इति भवति तत् क्षमताम् महोदय. अत्र एकप्रत्ययः अस्ति चिन्तयामि. अहं वस्तुतां पठितम् अहं सम्यक् न जानामि, परन्तु अस्ति क्षम्यताम् अस्ति. क्षम्यते क्षम्यताम् इति क्षम्यताम् इति अस्ति महोदय. क्षम्यताम् इति अस्ति, रूपम् अस्ति, अहं जान तत् सत्यं. क्षम्यताम् इति सारी इति अस्ति, किन्तु तद् लोट् लकार वा इति तद् तदेव मम प्रश्नः अस्ति. लोट् लकार क्षम्यताम् इति अस्ति महोदय सत्यं, किन्तु तद् लोट् लकार वा इति प्रश्नः. तत्र लोट् लकार इदानीं विषयः अस्ति लोट् लकारः. वदतु भगिनि. महोदय, लक्ष्मी भगिन्या वर्गे अहम् इति अवगच्छामि. क्षम्यतां कर्मणि लोट् कर्मणि इति भवति. किन्तु किन्तु तत्र क्षम्यतां यक् प्रत्यये सर्वदा कर्मणि लोट् इदानीं पश्यन्तु सर्वे. अस्तु, अस्माकं कार्यः अत्र किम् अस्ति, यद् साधारण सरल लोट् लकारः तस्य अभ्यासः. तत्र किं वदामः, उत्तरस्तरः तु तत्रापि गन्तुं शक्नुमः, किन्तु प्रथमतया प्रथमस्तरः तस्य तद् दृढं भवतु खलु. अत्र अतः अहं चिन्तयामि क्षमताम् इति क्षमताम् इति तस्य रूपं किम् इति तावदेव. अस्तु अस्तु, क्षमताम् इति तद् लोट् लकारं वयं जानीमः, तत् क्षमते इति भवति क्रियापदं. किन्तु क्षम्यताम् अपि अस्ति, किन्तु तद् लोट् लकारः अस्ति चेत् कथम् इति एतावत् वयं न जानीमः इति कृत्वा मम प्रश्नः तावदेव महोदय. अस्तु, अग्रे वदतु महोदय. देवपूजार्थम् उद्याने पुष्पाणि चिनोतु. शीघ्रं परीक्षाकागदं निर्मेतु. तावत्पर्यन्तम्. अस्तु महोदय, परीक्षा कागदं तत् समस्तपदम् अस्ति खलु तत्र महोदय. अस्तु अस्तु महोदय, धन्यवादः. अस्तु, गीताञ्जलि भगिनी वदति वा. आं महोदय. शूर्पणखे स्वस्यं गृहम् आगच्छतु इति रामः वदति. स्वस्य गृहं गच्छतु गच्छतु रिटर्न् गच्छतु प्रतिगच्छतु अथवा प्रतिगच्छतु प्रतिगच्छतु आगच्छतु इत्युक्ते कम् इति खलु. कम् प्रति रिटर्न् प्रतिगच्छतु इति मन्ये. उपसर्गः अस्ति. प्रतिगच्छतु कमपि मा निहन्तु इति वयं जानीमः, किन्तु वयं नियमेन मशकान् हन्मः. अस्तु, समीचीनम्. अज्ञानेन भीमसेनः हनुमन्तम् अवदत् त्वम् उत्तिष्ठ मार्गं प्रयच्छ. समीचीनम्. धार्मिकनेत्री देशे सर्वे जनान् इति अवदत् संस्कृतभाषां दीक्षै यतः मनः शान्तिः प्राप्नोति, अतः भवन्तः अपि संस्कृतभाषां दीक्षन्ताम्. पुनरेकवारं भगिनि, एकमेकं खण्डं. धार्मिका नेत्री देशे सर्वे जनान् इति अवदत्. अस्तु, संस्कृतभाषां वीक्षै यतः मनः शान्तिः प्राप्नोति. प्राप्नुवन्ति प्राप्नो किं किं पुनरेकवारं केवलं तद् भागं भगिनि संस्कृतभाषां वीक्षै यतः मनः शान्तिः प्राप्नोमि अस्तु अतः भवन्तः अपि संस्कृतभाषां वीक्षन्ताम् अस्तु हा तत्र वीक्ष इति तत्र संस्कृतभाषा प्रथमवारं भाषां इति अस्ति वा अथवा भाषा इति अस्ति वा संस्कृतभाषां वीक्षै हा अस्तु अस्तु कर्मपदम् अस्ति अस्तु भगिनि समीचीनं हा अन्यत् यतः मनः शान्तिः प्राप्नोमि हा अस्तु अतः भवन्तः अपि संस्कृतभाषां वीक्षन्ताम् अस्तु हा अग्रे अग्रे इतस्ततः हे मन इतस्ततः मा धावतु हा केन्द्रीकरोतु हा केन्द्रीकरोतु संस्कृतशब्दरूपाणि स्मरतु इति अहं प्रतिदिनं वारं वारं स्मरामि अस्तु भगिनि समीचीनम् अस्ति भगिनि हा धन्यवादः हा अस्तु हा धन्यवादः भगिनि अस्तु शोभा भगिनी वदति वा आं महोदय अहम् अद्य ग्रन्थं लभै भवती कृपया सूचयतु मन्दिरं कुत्र विद्यते त्वं मा खिद्यस्व आवां क्रीडनकं क्रेतुं श्वः आपणं गमिष्यामः तत्र खिद्यस्व महोदय त्वं मा खिद्यस्व समीचीनं भवतीभ्यः कथां रोचते वा भवतीभ्यः रोचते अस्ति चेत् चतुर्थी विभक्ति भवतीभ्यः बहुवचने अस्ति रोचन्ते वा महोदय न न भवतीभ्यः इति एव रोचते चतुर्थी अस्ति भवन्तः प्रदर्शन्यां लेखनं लोकन्ताम् प्रदर्शिन्यां लेखनीं लेखनं अहं दृष्टवती लेखनम् इत्युक्ते पेण्टिङ्ग् अपि अस्ति अस्तु लेखनं भवन्तः प्रदर्शन्यां लेखनं लोकन्ताम् लोकन्ताम् अस्तु तावदेव महोदय समीचीनं भगिनि अस्तु धन्यवादः मधुसूदन महोदय वदति वा परस्मैपदीरूपाणि वदतु इदानीं महोदय धन्यवादः सत्यं सत्यं सत्यं सत्यं अहं न अहं विस्मृतवान् अतः अड्वान्स् छात्राः सन्ति सत्यं बेसिक् न जानन्ति बालकः पुस्तकं पठतु भवन्तौ फले अत्र आनयताम् फले अत्र आनयताम् भवन्तौ आनयताम् भवन्तौ फले अत्र आनयतु आनयताम् एव हे वत्स प्रतिदिनं योगासनं कुरु अहं पाठं पठामि वा वयं सम्यक् संस्कृतकार्यं करमाम वयं सम्यक् संस्कृतकार्यं तत्र करोति इति अस्ति खलु, हा तत्र रूपं किञ्चित् भिन्नम् अपि स्मरति वा, करोतु इति तत्र किं रूपं भवति इति? करवाणि करवाम तदेव वा? अस्तु, समीचीनमस्ति महोदय, धन्यवादः. अस्तु अग्रे एतावत् कः न उक्तवान्, अन्य कोऽपि वक्तुम् इच्छति वा गृहपाठम्? अहं उषा भगिनी वदतु भगिनी. अधुना बाला श्लोकं पठतु. अद्य अहं पत्रं लिखामि. चोराः न पलायन्ताम्. अहं संस्कृतं भाषै. पक्षिणाः आकाशे डयन्ताम्. तत्र संस्कृतभाषा किम् आसीत् भगिनि? अहं संस्कृतं भाषै. अहं संस्कृतं भाषै, अस्तु. यूयं देवं पश्यत. वयं मन्दिरं गच्छाम. भवत्यः मन्दिरम् अन्तः प्रविशाम. मन्दिरस्य अन्तः? आम् महोदय, भवत्यः मन्दिरस्य अन्तः प्रविशाम. अन्तः प्रविश्याम, तत्र प्रविश्याम अन्तः इति, अन्तः इति तत्र प्रविश्याम, प्रविश्याम प्रायशः सकर्मक अस्ति इति क्रियापदम् अस्ति इति मन्ये, कर्मपदम् आवश्यकम् इति. अन्तः, अन्तः, अन्तः तु अस्तु, समीचीनं. अग्रिम. बालकौ आसन्दे उपविशताम्. त्वं कृपया श्लोकं स्मर. यूयम् उच्चैः गीतं गायत. अहं देवं वन्दै. सर्वे गीतं स्मरन्तु. लोकाः समस्ताः सुखिनो भवन्तु. समीचीनं भगिनि, धन्यवादः. आं हेल् महोदय, इदानीम् आं महोदय, अहम् अपि सरलवाक्यं. एतदेव मम अपेक्षा महोदय, एतदेव अहं चिन्तयामि. सरलवाक्यं बहुवारं शृण्मः तदा एव मनसि सर्वं भवति. प्रथमवाक्यं, भवान् अत्र आगच्छतु. द्वितीयं, वयं कुत्र गच्छामः. तृतीयं, यूयम् अत्र मा क्रीडन्तु. चतुर्थं, युवां कथं हसतं. पञ्चमं, भवन्तः पाठं स्मरन्तु. तत्र यूयम् अत्र क्रीडन्तु इति आसीत् तत् पुनरेकवारं महोदय. यूयम् अत्र मा क्रीडन्तु. तत्र यूयम् इति अस्ति, मध्यमपुरुषे अस्ति. ओ आम् आम्, क्रीडत क्रीडत अत्र मा क्रीडत. अस्तु महोदय, धन्यवादः. अन्य कोऽपि वक्तुं रघुपति? वयं सर्वे संस्कृतं पठामः. त्वं संस्कृतेनैव भाषस्व. बालकौ पितरौ वन्देताम्. यूयं संस्कृतदिवसम् उत्साहेन आचरत. यदि भवद्भिः अन्यायः कृतः तर्हि तस्य फलमपि अनुभवन्तु. तावदेव महोदय. समीचीनमस्ति महोदय, धन्यवादः. अस्तु, समीचीनम् अस्ति. इदानीं गृहपाठः अपि जातम्. अस्तु, धन्यवादः. इदानीं वंशीसुद भगिनी तत्र पुटसङ्ख्या 53. इदानीं लोट् लकार आत्मनेपदी धातूनाम् अत्र सहते इति क्रियापदस्य लोट् लकारः. महोदय, एकः प्रश्नः भवति. मातृदेवो भव इति अस्ति, मातृ किमर्थम् अस्ति महोदय? माता किमर्थं तत्र नास्ति महोदय? मातृदेवो भव पितृदेवो भव माता मातृ इति प्रातिपदिकम् अस्ति न महोदय मातृदेवो भव अस्ति मम प्रश्नः अस्ति किमर्थं माता देवो भव नास्ति मातृ किमर्थम् अस्ति तत्र महोदय तत्र प्रायशः सम्बोधनं किं सम्बोधनमपि माता एव अस्ति खलु माता पिता हे पिता हे माता हे माता एव अस्ति परन्तु इदानीं जानामि भगिनी दृष्ट्वा वदामि महोदय महोदय अत्र अहं न जानामि समीचीनं वा अत्र समासः अस्ति इति मन्ये अतः मातृदेव मातृ इति किन्तु कीदृशसन्धि इति अस्तु कीदृशसन्धि समासः इति अस्तु सन्धिनाति प्रातिपदिका अपि अस्तु धन्यवादः अस्तु वंशीसुधा भगिनी इदानीं सहते इति वन्दते इति पठामि महोदय उदाहरणपदानि दृष्ट्वा रिक्तस्थानानि उचितपदैः पूरयत् वन्दते सः वन्दतां ते वन्दन्तां त्वं वन्दस्व यूयं वन्दध्वम् अहं वन्दै वयं वन्दामहे सहते सः सहतां ते सहन्तां त्वं सहस्व यूयं सहध्वम् अहं सहै वयं सहामहे समीचीनं भगिनि अस्तु धन्यवादः इदानीं मधुसूदन महोदय सज्जते इति महोदय सः सज्जते सः सज्जतां सः सज्जतां ते सज्जन्तां त्वं त्वं सज्जस्व युवां सज्जध्वं तत्र महोदय तत्र केवलं सः ते त्वं यूयम् अहं वयं तावदेव दत्तमस्ति अत्र एतत् षष्ट अभ्यासः अस्ति पुटसङ्ख्या 53 मध्ये त्वं त्वं सज्जस्व यूयं सज्जध्वम् अहं सज्जै वयं सज्जामहै अत्र द्विवचनरूपं न आवश्यकमस्ति धन्यवादः महोदय मेहुल् महोदय अग्रे लभते इति अग्रिमपुटे द्विवचनरूपं नास्ति केवलम् एकवचनं बहुवचनं प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष अस्तु अस्तु लभतां लभन्तां लभते लभन्तां लभन्ते लभतां लभन्तां लभस्व लभध्वं लभै लभामहै इति अस्ति अस्तु महोदय धन्यवादः अग्रे भानुचेतनी महोदय रमते इति रमते सः रमतां सः रमतां तौ रमेतां ते रमन्ताम् अस्तु अस्तु वदतु अग्रे त्वं रमस्व युवां रमेथां यूयं रमध्वम् अहं रमै आवां रमामहे रमावहै अस्तु अस्तु महोदय धन्यवादः अग्रे गीताञ्जलि भगिनि वेपते इति वेपते सः वेपतां ते वेपन्तां त्वं वेपस्व यूयं वेपध्वम् अहं वेपै वयं वेपामहै अस्तु समीचीनं शोभा भगिनी लज्जते इति हा लज्जते सः लज्जतां ते लज्जन्तां त्वं लज्जस्व यूयं लज्जध्वम् अहं लज्जै वयं लज्जा महै हा समीचीनं भगिनि हा उषा भगिनी अग्रे ईक्षते ईक्षताम् ईक्षन्ताम् सः ईक्षताम् ते ईक्षन्ताम् त्वम् ईक्षस्व यूयम् ईक्षध्वम् अहम् ईक्षै वयम् ईक्षामहै हा समीचीनं भगिनि हा अस्तु अग्रे मेहुल् महोदय उक्तवान् वा आं महोदय हा भवान् उक्तवान् अस्तु रघुपतिमहोदय युध्यते अस्तु सः युध्यतां ते युध्यन्तां त्वं युध्यस्व ओके त्वं युध्यस्व यूयं युध्यध्वम् अहं युध्यै वयं युध्यामहे युध्यामहे समीचीनं महोदय हा अस्तु इदानीं पुनः मेहुल् महोदय इदानीम् आं महोदय चेष्टते सः चेष्टतां ते चेष्टन्तां त्वं चेष्टस्व यूयं चेष्टध्वम् अहं चेष्टै वयं चेष्टामहे हा समीचीनं हा वदति महोदय अग्रे ऊहते इदानीम् ऊहते पुटसङ्ख्या 54 तत्र षष्टमभ्यासः अन्तिमभागः ऊहते इति अस्ति खिद्यते इति अस्ति आं महोदय सः ऊहतां ते ऊहन्तां त्वम् ऊहस्व यूयम् ऊहद्वम् अहम् ऊहै वयम् ऊहामहे हा समीचीनं महोदय अस्तु केवलं खिद्यते इति अस्ति हा तत्र वंशीसदा भगिनि खिद्यते इति आं महोदय खिद्यते सः खिद्यतां ते खिद्यन्तां त्वं खिद्यस्व यूयं खिद्यत्वम् अहं खिद्यै वयं खिद्यामहे हा समीचीनं भगिनि धन्यवादः अस्तु हा इदानीम् अग्रे शोभा भगिनी अग्रिम अभ्यासः आं महोदय यथोदाहरणं वाक्यानि वदत निरीक्षते क्षमते युध्यते शेते कुरुते सहते खिद्यते युङ्कते युङ्क्ते भुङ्क्ते लभते मोदते भाषते सेवते ब्रूते दत्ते उदाहरणं भवान् निरीक्षतां त्वं निरीक्षस्व अहं निरीक्षै अतः केवलम् एकवचने किन्तु पुरुषत्रयं कुरुक्षेत्रे सैनिकानां मुखात् भगिनि अतः एव तत्रैव इदानीं हा तत्रैव उदाहरणं दत्तमस्ति हा इदानीं भवान् क्षमताम् इति भवान् क्षमतां त्वं क्षमस्व अहं क्षमै हा इति तावदेव भगिनि धन्यवादः किञ्चित् क्लेशः अस्ति तत्र हा तत्र अग्रे न पश्यामि न चिन्ता मास्तु भगिनि समीचीनमस्ति हा अस्तु अग्रे मधुसूदन महोदय क्षमते भवान् तत् कृतम् इदानीं युध्यते इति भवान् युध्यते त्वं न इदानीं युध्यते इति लट्लकाररूपम् इदानीं लोट् लकाररूपम् आवश्यकम् उदाहरणं पश्यतु तत्र निरीक्षते निरीक्षतां भवान् युध्यतां त्वं युध्यस्व अहं युध्यै युध्यै हा इति तावदेव अस्तु हा गीताञ्जलि भगिनी अग्रे श्वेते भवान् न न तत्र वन्दते इति अस्ति अत्र किम् अस्ति शेते इति अस्ति वन्दते ते भवति ताम् इति शे ताम् भवान् श्वेताम् तत्र प्रायशः न न शै इति प्रायशः अस्ति शै इति अस्ति शै इति मन्ये हा इति मन्ये हा एकवारं पश्यामः हा कोऽपि दृष्ट्वा वदतु हा शेते इति रूपं किम् अस्ति शै इति अस्ति वा इति हा अग्रे उषा भगिनी अग्रिमम् आम् महोदय भवान् कुरुते कुरुतां भवान् कुरुतां त्वं कुरु अहं कुरु इदानीं कुरुते इति आत्मनेपदे दातु अस्ति भगिनि भवान् कुरुतां त्वं हा करोतु कृ धातुः कोऽपि जानाति वा कोऽपि वदति वा किम् अस्ति करोतु कुरुतां कुर्वन्तु कुरु कुरुतं कुरुत करवाणि करवाव करवाम हा समीचीनं भगिनि तत् परस्मैपदीरूपं समीचीनं तत्तु समीचीनम् अस्ति किन्तु इदानीं किम् आवश्यकम् इत्युक्ते तत्र आत्मनेपदीरूपम् आत्मनेपदी आवश्यकं हा सत्यं भगिनि सत्यं हा कोऽपि वदति वा तत्र करतां करेतां करन्तां करस्व करेथां करध्वं करै करावहे करामहे एतद् रूपम् अस्ति वा आं महोदय अष्टाध्यायी अहं पश्यामि अष्टाध्यायी एव अस्ति तत् कृदातुः कृदातु महोदय अस्तु करताम् इति अस्ति कुरुते इति करतां करेतां इति करतां तदनन्तरम् एतद् करेतां करेतां करन्तां करस्व करेथां करध्वं करै करावहे करामहे अस्तु भगिनि अस्तु हा क्रू धातुः तत् अस्तु अस्तु महोदय श्वेतमस्ति तत्र श्वेतां शयतां क्षीरतां शेष्व अति भवति शयतां शेध्वं शयै भवति लोट्लकार उत्तमवृक्ष शयै अस्ति श्वेतां शेष्व शयै प्रेषयतु महोदय मेसेज् मध्ये अष्टादेय मध्ये अस्ति तदेव अहं दृष्ट्वा अहं वदन् अस्मि अस्तु अस्तु शी धातु अस्ति वा तत् शेते अहं जानामि शी स्वप्ने इति शेते अस्ति तदेव तदेव तदेव अस्ति लट्लकारोपशेते अस्ति शयै शयै हा समीचीनम् अस्तु समीचीनम् अस्ति प्री कान्फरेन्स् काल् बहु समीचीनम् अस्ति सर्वे प्रेषित्वा अस्तु अस्तु बहु समीचीनम् अस्ति अस्तु अग्रे कः वदति हा रघुपतिमहोदय भवान् एव करोतु अग्रिमं सहते इति सहते सहते भवान् सहतां त्वं सहस्व अहं सहाय अहं सहाय समीचीनं महोदय हा अस्तु अग्रे उषा भगिनी भवती एव उक्तवती किन्तु अन्यत् करोतु तत्र खिद्यते भवान् खिद्येतां त्वं खिद्यस्व खिद्यस्व अहं खिद्यै. हा समीचीनं भगिनि, अस्तु अग्रे वंशीसुत भगिनी वदति वा अग्रे. आं महोदय, युङ्क्ते इति युङ्क्ताम् इति अस्ति महोदय, भवान् युङ्क्तां भिन्नमस्ति. भवान् युङ्क्तां, सत्यं युङ्क्तां, त्वं युङ्क्ष्व अहं युङ्क्षै, युङ्क्षै अहं न जाने. एतत् युनजै इति प्राश अस्ति. युनजै, ओ भिन्न. अहम् एतत् भुङ्क्ते इति दृष्ट्वा एतत् करोमि. युङ्क्ते अपि भुङ्क्ते प्रायश समीचीनं समानं रूपम् इति कृत्वा तत्र भुङ्क्तां भुञ्जातां इति अस्ति, तत्र भुनजै इति अस्ति, अतः अहं चिन्तयामि अत्रापि युनजै. हा युनजै इति अस्ति इति. अस्तु, हा अस्तु अग्रे बानचित्रि महोदय. महोदय, भुङ्क्ते भुङ्क्तां, भवान् भुङ्क्तां, त्वं भुङ्क्ष्व अहं भुङ्क्षै महोदय. तत्र तत्र लोट्लकार बुनजै इति अस्ति महोदय. अहं बुनजै, तत्र भवान् भुङ्क्तां, त्वं भुङ्क्ष्व अहं बुनजै इति अस्ति महोदय. इति अस्ति इति मन्ये. अस्तु, युङ्क्ते अपि भुङ्क्ते, केवलं भू इति पूर्वम् अस्ति. अस्तु अग्रे मधुसूदन महोदय लभते इति. महोदय, भवान् लभतां, त्वं लभस्व अहं लभै. अहं लभै, समीचीनं. मेहुल् महोदय अग्रे. मोदते, भवान् मोदतां, त्वं मोदस्व अहं मोदै. हा इति अस्तु अग्रे. शोभा भगिनि भाषते. भवान् भाषतां, त्वं भाषस्व अहं भाषै. समीचीनं. गीतांजलि भगिनि. सेवते. भवान् सेवतां, त्वं सेवस्व अहं सेवै. समीचीनं भगिनि. धन्यवादः. अग्रे वंशीसुत भगिनि. ब्रूते, भवान् ब्रूतां, त्वं, तत्र भिन्नमस्ति महोदय. ब्रूष्व, ब्रूष्व ऋकारः अस्ति अत्र. ब्रूष्व, ब्रूवै, अहं ब्रूवै. ब्रू इति धातु अस्ति खलु. ब्रूतां, त्वं ब्रूष्व, अहं ब्रूवै. अहं चिन्तयामि, अहं न ब्रूष्व अपि ब्रूवै. समीचीनं भगिनि. भवान् ब्रूतां, त्वं ब्रूष्व, अहं ब्रूवै. समीचीनं. ब्रवावहै, ब्रवामहै इति. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे उषा भगिनि. आं महोदय, अहं प्रयत्नं करोमि. भवान् दत्तां. समीचीनं बाबा. किं भगिनि, किं किम् उक्तवती? दत्तां, दत्तां, त्वं. तत्र अस्तु अस्तु, तत्र अपि ददाति इति रूपम् अस्ति. तत्र धातु अस्ति धद् इति, ददते खलु. त्वं दद्दस् हा तत्र ददतां दधेतां ददन्तां ददस्व इति एव अस्ति ददस्व दत्स्व इति अस्ति महोदय दत्स्व दत्तां दत्स्व ददै इति आत्मनेपदी किमस्ति महोदय उभयपदी अस्ति ददातु अत्र लोट्लकर आत्मनेपदीरूपं दत्तां दत्स्व दत्स्व अस्तु तत्र हा तत्र धा इति धातु अस्ति धा धातु धा धातु एव अस्ति तत् उभयपदी अस्ति अत्र दद् अपि धा धातु अस्ति धान धानार्थे तत्र अस्तु अस्तु समीचीनम् भवान् दत्तां त्वं ददत्स्व अहं दद्धै अस्तु भगिनि अस्तु अस्तु एतद् दत्स्व दत्स्व त्वं दत्स्व तकार द योग तकार तकार एव स्व दत्स्व दा दातु नम्बर् तस्य संख्या किम् अस्ति महोदय एकनिमिषं महोदय दा दातु अस्ति ज्योत्यादि ज्योत्यादि दाने ज्योत्यादि दशम दातु अस्ति किं महोदय वादिगणे दातु अस्ति महोदय आत्मनेपदि अस्तु तत्र रूपं किम् अस्ति महोदय ददतां ददेतां ददन्तां ददस्व ददेतां ददध्वं ददै ददावहे ददामहे एतत् सुलभ अस्ति तदपि किन्तु तत्र लट्लकररूपं प्रथमपुरुषे एकवचनरूपं किम् अस्ति लट् ददते हा किन्तु अत्र क्रियापदं यद् अस्ति तदस्ति दत्ते इति खलु एतत् एतदेव ज्योत्यादिगणे ज्योत्यादिगणे लट् लकार दत्ते ददाते तत्र संख्या पुनः एकवारं महोदय किम् अस्ति दशमगणे अस्ति न ज्योत्यादिगणे तृतीयगणे अस्ति तृतीयगणे अस्ति दशमः धातुः अस्ति लट्लकररूपं लट्लकर परस्मैपद ददाति दत्तः ददति लट्लकर आत्मनेपदीरूपं दत्ते ददाति ददति तस्य आत्मनेपदीरूपं लट्लकरस्य दत्स्व ददै समीचीनम् अस्तु समीचीनम् अस्तु दत्तां ददातां ददतां दत्स्व दधातां दध्वं ददै ददामहे ददामहे अस्तु तृतीयगणे दशम धातु अस्तु अष्टाध्यायी पश्यन्ति चेत् सर्वे तत्र धा इति धातु डि ए ए इति लिखन्तु तत्र धातोः माला आगच्छति तत्र तृतीयगणे 03.0010 इति क्रियापदं धातुः अस्ति एतत् धा धातुः डि ए ए इति अस्तु तत्र लट्लकररूपं दत्ते इति अस्ति क्रियापदे एकवचने प्रथमपुरुषे अतः एतदेव क्रियापदम् अस्ति इति अस्तु समीचीनमस्ति इदानीं किञ्चित् अग्रे गच्छामः तत्र अग्रिम यत् अस्ति तत्र अष्टम अभ्यासः साधारणतया अहं न करोमि तत्र एतत् किं बहु अहिंसा इति तादृशरूपमेव क्रियापदानि सन्ति इति कृत्वा, किन्तु यदि कोऽपि वयं कुर्मः इति चिन्तयन्ति चेत् कुर्मः, का चिन्ता, किं चिन्तनम्? अष्टमाभ्यासं कुर्मः वा अथवा न? लुण्ठन्तु, ताडयामि, सर्वे अपि पदानि अपि अवगन्तुं शक्नोमि न महोदय? अस्तु अस्तु अस्तु अस्तु अस्तु कुर्मः इति अस्तु. इदानीम् अतः नवम अभ्यासः. हा, उषा भगिनी. आं महोदय. कुरुक्षेत्रे सैनिकानां मुखात् मुखरितानि पदानि एतानि सन्ति. तत्पूर्वम् उचितं कर्तृपदं योजयत. यथा त्वं मारय, भञ्जयत. महोदय, मुखरितानि मुखात् किं? मुखात् मुखरितानि फ्रम् सैनिकानां, हा, फ्रम् मौत् टु मौत्, फ्रम् वन् पर्सन् टु अनदर् इति अर्थे अत्र. एतत् करोतु, एतद् अहं, हा, भञ्जयत. नूतनप्रयोग भञ्जयत यूयं, यूयं भञ्जयत. हा, तत्र धातु अस्ति भञ्ज् धातु इति भगिनि. तत्र, हा, तत्र भञ्ज् धातु दशम 10.0290 अस्ति अष्टाध्यायी मध्ये. हा, भञ्जयतु, भञ्जयतां, भञ्जयन्तु, भञ्जयत, भञ्ज, भञ्जयतं, भञ्जयत. हा, यूयं भञ्ज, तत्र भञ्जयत. हा, तत्र परस्परपदिधातु अस्ति महोदय, भञ्जयत. सत्यं सत्यं सत्यं. हा हा हा हा, इदानीम् अत्र तु अस्मिन् अभ्यासे मिश्रणम् अस्ति, केवलं, हा, आत्मनेपदी धातु इति नास्ति, तत्र लुण्टन्तु इति अस्ति खलु. हा, सत्यं भगिनि. हा, एतत् परस्मैपदी धातु अस्ति. हा, तत्र लोट् लकारे भञ्ज् इति धातु तु उभयपदी धातु अस्ति. तत्र लोट् लकार आत्मनेपदीरूपमपि अस्ति, परस्मैपदीरूपमपि अस्ति. तत्र भञ्जयत इति मध्यमपुरुष बहुवचनम् अस्ति. हा, इदानीं तत्र, हा, वयम् अत्र अहं चिन्तयामि तत्र केवलम् अभिज्ञा, कस्य अभिज्ञानम् आवश्यकम् इत्युक्ते पुरुषवचनस्य अभिज्ञानं. हा, इत्युक्ते क्रियापदं दृष्ट्वा जानीमः वा पुरुषः कः, वचनं किम् इति, तावदेव. यदि क्रियापदं न जानीमश्चेत् अपि तत्र पुरुषः अपि वचनं तद् तस्य ज्ञानं भवति इति मन्ये. हा, अस्तु, उषा भगिनी किं वदति अत्र? पुरुष यूयं भञ्जयत, यूयं भञ्जयत इति समीचीनं. हा, मध्यमपुरुष बहुवचनं, समीचीनं. हा, अग्रे, हा, वदतु भगिनी. हा, लुण्ठन्तु इत्युक्ते किं महोदय? लुण्ठन्तु, लुण्ठनं करोतु, लुण्ठनं, लुण्ठनम् इति राबरि, लुण्ठनम् इति राबरि, अहं चिन्तयामि, पश्यामि इदानीं. अस्तु, अग्रिमपि करोतु भगिनि. अहं ताडयामि, अहं ताडयामि, समीचीनम्. अस्तु, अग्रे, अग्रे गीताञ्जलि भगिनी करोति वा? आम् महोदय. अहम् आवाम् आस्फोटयाव, उत्तमपुरुष द्विवचनं महोदय. समीचीनं. हा, अग्रे, पुट्टयतम्, पुट्टयतम् मध्यमपुरुष द्विवचन. त्वं युवां युवां कुटयतम्. हा समीचीनं. हा अग्रे अग्रे प्रस्फुटयत मध्यमपुरुष बहुवचन. हा समीचीनं. यूयं प्रस्फुटयत. हा इति समीचीनं भगिनी. हा धन्यवादः. हा अग्रे मधुसूदन महोदय. महोदय प्रक्षिपतु. प्रक्षिपतु सः प्रक्षिपतु अथवा भवान् भवान् प्रक्षिपतु एकवचनं प्रथमपुरुषे एकवचनं. प्रथमपुरुषे एकवचनं समीचीनं. अग्रे विमर्दयत मध्यमपुरुष बहुवचनं. तत्र विमर्दयत इति तत्र युवाम् अथवा यूयं यूयं यूयं विमर्दयत इति मध्यमपुरुष बहुवचनं. हा समीचीनं. हा अग्रे विदारयाम वयं विदारयाम उत्तमपुरुष बहुवचनं. समीचीनं महोदय. हा अस्तु अग्रे मेहुल् महोदय. विमुञ्चाव उत्तमपुरुष द्विवचनं. आवां विमुञ्चाव. मारय मारय इति मध्यमपुरुष एकवचनं. त्वं मारय. हिन्दी इति अहं चिन्तयामि उत्तमपुरुष एकवचनं. अहं एतत् छिन्दी इति तत् तदस्ति मध्यमपुरुषे एकवचनं महोदय. एतद् अपि तत्र मध्यमपुरुष एकवचने रूपद्वयम् अस्ति. साधारणतया वयं रूपं किं पश्यामः तत्र पट इति तत्र पठति पट इति पश्यामः. किन्तु एतत् पाहि त्राहि यदस्ति तदपि लोट्लकर मध्यमपुरुषे एकवचनम् अस्ति. अते हि इति रूपम् अस्ति तादृशरूपम् अत्रापि अस्ति. तत्र छिन्दि इति मध्यमपुरुष एकवचनम्. अस्तु अस्तु धन्यवादः. त्वं छिन्दि इति त्वं छिन्दि इति अस्ति. तावदेव भिन्दि अपि त्वं. सत्यं. हा सत्यं सत्यं सत्यं. हा सत्यं महोदय. तत्र एकनिमिषं. तत्र भिन्दी अपि तादृश एव अस्ति. हा अग्रे. हा धन्यवादः महोदय. अग्रे शोभा भगिनि. घ्नन्तु. घ्नन्तु इत्युक्ते किं महोदय? न जानामि भगिनि. एतत् साधारणतया अहमपि एतत् पश्यामि. अस्तु अस्तु किमस्ति भगिनि? किल् किल् महोदय. हतु घ्नन्तु. हन्तु. ओ हन्तु शब्दः. घ्नन्तु प्रथमपुरुषः बहुवचनं. घ्नन्तु ते घ्नन्तु. प्रताडयाम यथा ताडयाम प्रताडयाम उत्तमपुरुष बहुवचनं. वयं प्रताडयाम सर्प. तत्र दृष्ट्वा मध्यमपुरुष वा मध्यमपुरुष एकवचनम् इति तकारः बकारः किमपि नास्ति खलु. त्वं सर्प. तत्र क्रियापदं किम् अस्ति? सर्पति. अस्तु. परस्मैपदी अस्ति. सर्प इति अस्ति चेत्. अस्तु. सर्पति इत्युक्ते ग्लैड्. ग्लैड्. सर्प यथा चलति. सर्प धातु अस्ति वा? सरति तथैव तस्य रूपमेव सर्प. न न सरति इति तु नास्ति, तत्र सर इति भवति सर इति, एतत् सर्प इति सर्प इव चलतु अस्तु, सर्प इव सर इति, तत् सर्प इति अस्ति. अस्तु अग्रे भानुचेतनी महोदय कृतवान् वा अग्रे? न महोदय. अस्तु करोतु महोदय. उम्मी मुखी करवाम करवाम महोदय. तत्र किं भवति वचनं पुरुषः किम् अस्ति, पुरुषः कः, वचनं किम्? पानचेतनी महोदय रूपं दृष्ट्वा किम् अस्ति महोदय? अस्तु अन्य कोऽपि वदति वा सहायं करोतु. बहुवचनम् अस्ति महोदय, वयं सम्मुखीकरवाम, वयं वयं करवाम करवाम करवाम इति अस्ति. करवाणि करवाव करवाम सम्मुखी करवाणि करवाणि आम् तदेव अस्ति करवाणि. सम्मुखीकरवाम इत्युक्ते महोदय तादृश अमेरिकायां स्पेस् आफ् इति वदन्ति, किन्तु वयं चिन्तयामः लेट् अस् फेस् ईच् अदर् इति, फेस् हिम् इन् बाटल् इति, किन्तु अमेरिकायाम् एतद् वदन्ति फेस् आफ् इति. अस्तु बन्धचित्र महोदय अग्रे प्रहर प्रहर त्वं प्रहर त्वं प्रहर समीचीनम्. इदानीम् अग्रिमं खण्डयन्तु ते खण्डयन्तु अन्तिमं खण्डय त्वं खण्डय त्वं दण्डय दण्डय त्वं दण्डय समीचीनं. अस्तु तत्र तत्र नूतनरूपम् अस्ति छिन्दी भिन्दि इति. तत् यदि श्लोकाः शृण्वन्ति चेत् एतत् आगच्छति. नरसिंहस्य श्लोके एतत् बहुत्र आगच्छति छिन्दि सुब्रह्मण्य भुजङ्गं तस्मिन्नेव अपि आगच्छति. सत्यं सत्यं तत् तत्र लोट् लकार मध्यमपुरुषे एकवचनम् अस्ति. महोदय श्लोकं प्रेषितवान् सुब्रह्मण्य भुजङ्गे अपि आगच्छति. प्रेषयतु लोट् लकार सम्यक् आसीत् महोदय. एतत् वयं न दृष्टवन्तः पूर्वं. सत्यं वदतु महोदय एतत् रूपं वा न दृष्टवन्तः. सैनिका एव वदति वदन्ति कार्गिल् मध्ये एव एतस्य एतानाम् उपयोगः भवति प्रायशः. अस्तु अस्तु इदानीम् अग्रे गच्छामः. तत्र किम् अस्ति, वयं प्रायशः अग्रिमपुटे यद् अस्ति तत्र एकः अभ्यासः कृतवन्तः गतवर्गे, द्वादश अभ्यासः कृतवन्तः इति मन्ये. अतः केवलं नवम अभ्यासः दशम अभ्यासः अपि एकादश अस्तु. अस्तु कर्तुं शक्नुमः, समयः अस्ति. अस्तु इदानीं अग्रे गच्छामः. तत्र मेहुल् महोदय अग्रिम नवम अभ्यासः पठति वा? आं महोदय. यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणं भवान् सः शोभते शोभतां, भवन्तौ तौ शोभेते शोभेतां, भवन्तः ते शोभन्ते शोभन्ताम्। हा तत्र लट् लकाररूपमपि दत्तमस्ति, लोट् लकाररूपमपि दत्तमस्ति। इदानीं लट् लकाररूपम् अस्ति, इदानीं लोट् लकाररूपं लेखनीयम् अस्ति अत्र। रमते इति तद्वदतु महोदय। रमतां, रमेते रमेताम्, अनन्तरं रमन्ते रमन्ताम् इति। अस्तु महोदय, तत्र अस्तु। तत् प्रायश अहं चिन्तयामि यदि समयः अस्ति चेत् एतदपि कुर्मः, किन्तु तत्र महोदय तत्र रमतां रमेतां रमन्ताम् इति, तदनन्तरं मध्यमपुरुषे अपि उत्तमपुरुषे अपि वदतु महोदय, केवलं रूपं। रमतां रमेतां रमन्तां, रमस्व रमेथां रमध्वं, रमै रमावहै रमामहै इति। समीचीनं महोदय, अस्तु अग्रे मधुसूदन महोदय आयते इति। महोदय आयते आयताम् केवलं केवलं लोट् लकाररूपं वदतु महोदय। आयताम् अयेताम् अयताम् अयेताम् अयन्ताम् अयत्व अयथाम् अयेताम् अयेताम् अयद्वम् अयै अयावहै अयामहै। समीचीनं महोदय, अस्तु अग्रे शोभा भगिनि स्मयते। स्मयते स्मयते स्मयतां स्मयेतां स्मयन्तां स्मयस्व स्मयेथां स्मयध्वं स्वयै स्मयै स्मयै स्मयावहै स्मयामहै। समीचीनं भगिनि, अस्तु अग्रे गीताञ्जलि भगिनि इदानीं सहसे इति नवरूपाणि। केवलं केवलं सहताम् इति। सहतां महोदय, सह इति मास्तु, केवलं सहताम् इति। अस्तु महोदय, क्षम्यतां। सहतां सहेतां सहन्तां सहस्व सहेथां सहध्वं सहै सहावहै सहामहै। समीचीनं भगिनि, धन्यवादः। इदानीम् उषा भगिनी लज्जसे लज्जते इति। लज्जते लज्जतां लज्जेतां लज्जन्तां लज्जस्व लज्जेथां लज्जध्वं लज्जै लज्जावहै लज्जामहै। समीचीनं, वंशीसुधा भगिनि। आं महोदय, सज्जते सज्जतां सज्जेतां सज्जन्तां सज्जस्व सज्जेथां सज्जध्वं सज्जै सज्जावहै सज्जामहे। समीचीनं भगिनि, धन्यवादः। रघुपति महोदय विद्ये। महोदय वर्ते वर्ते न वर्ते इति अस्ति, तत् वर्तते इति वर्ते, इदानीं विद्ये वर्तते विद्ये अस्तु विद्यते विद्ये विद्ये विद्यतां विद्यतां विद्येतां विद्यन्तां विद्यस्व विद्येतां विद्यध्वं विद्यै विद्यावहै विद्यामहै। इति चिन्तयामि महोदय, अस्तु अग्रे बालचेतनी महोदय खिद्यै इति खिद्यते खिद्यै खिद्यतां खिद्यतां खिद्येतां खिद्यन्ताम् खिद्यस्व खिद्येतां खिद्यध्वं खिद्यै खिद्यावहै खिद्यामहे। समीचीनं, अस्तु अग्रे सर्वे उक्तवन्तः, अस्तु मधुसूदन महोदय पुनः स्विद्यै इति। स्विद्यतां स्विद्येतां स्विद्यन्ताम् विद्यत्व विद्येकां विद्यत्वं विद्यै विद्यावहै विद्यामहै। हा इति समीचीनं महोदय. अस्तु हा इदानीम् अग्रिम विद्यते इति विद्यते इति कथं विद्यते इति क्रियापदमस्ति विद्यै इति मन्ये महोदय. धातु किं महोदय तत्र वित् विद् विद्यते प्रायश विद् इति अस्ति इति मन्ये. विद् तु वेद धातुरूपं तदेव मूलधातु तदेव किं महोदय. विद् इति तस्य बहु रूपमस्ति तत्र परस्मैपदीरूपमस्ति विद्यते. हा विद्यते इति महोदय तत्र सत्तायाम् अस्तित्वं तदस्ति सत्तायां वा महोदय विद्यते तदस्ति इति तद् विद्यते इति भीमः तत्र भीमः तत्र विद्यते इति भीमः तत्र अस्ति इति. अस्तु महोदय तत्र हा चतुर्थगणे अस्ति विद् इति. अस्तु हा अग्रिम अभ्यासः तत्र हा किञ्चित् भिन्न अभ्यासः अस्ति. हा तत्र विषयः लोट् लकारः नास्ति इति मन्ये केवलम् अर्थं दृष्ट्वा हा हा अस्मानार्थक. अस्तु तत्र रघुपतिमहोदय पठित्वा एकं किञ्चित् करोति वा तत्र असमानार्थकपदं पृथक् कुरुत सहस्व तितिक्षस्व क्षमस्व अत्र ओके क्षमस्व क्षमस्व इति तस्य अर्थः अर्थभेदः अस्ति सहस्व तितिक्षस्व समानार्थकपदानि सन्ति अर्थ एव केवलम् अर्थ एव अत्र लोट् लकारविषयं विषयं नास्ति केवलम् अर्थभेदम् अर्थभेदम् ओके. वदतु ब्रूतां भाषतां मोदताम् अस्ति अत्र मोदताम् इति अस्ति अन्ये वद् वदति सत्यं हा वंशीसुत भगिनी अग्रे तृतीयं भजस्व खाद भक्षय भुङ्क्ष्व इति खादनम् अति अहं चिन्तयामि खाद भक्ष्य भजस्व इति पदं भिन्नपदमस्ति भिन्नपदमस्ति समीचीनं भगिनि हा समीचीनं शोभा भगिनी अग्रे लभस्व आप्नुहि विन्द निन्द निन्द भिन्न अस्ति वा महोदय. सत्यं भगिनि सत्यं हा सत्यम् अत्रापि पश्यतु आप्नुहि इति अस्ति तत्र आप्नुहि पाहि त्राहि इति रूपम् अस्ति मध्यमपुरुष एकवचने आप्नुहि अपि विन्द तयोः अर्थं लभते प्राप्नुमः इति प्राप्नोति प्राप्नोषि इति हा प्राप्नोषि विन्द किमस्ति विन्द विन्द विन्द हा विन्द विन्दति विन्दति इति विन्द इति परस्मैपदीरूपम् अस्ति विन्दति इति. अस्तु महोदय हा तत्र लभस्व आत्मनेपदी धातु अस्ति आप्नुहि विन्द निन्द सर्वं परस्मैपदी धातु इति मन्ये सर्वं लभस्व इति दृष्ट्वा तत्तु मध्यमपुरुषे एकवचनम् अस्ति एतत् सर्वाणि अन्यानि अपि तदेव मध्यमपुरुषे एकवचनम् अस्ति हा. अस्तु अग्रे उषा भगिनी आं महोदय जानीहि विद्धि विद्धि निबोध जहि जानीहि इत्युक्ते जानाति हा जानीहि तत्र मध्यमपुरुष मध्यमपुरुष एकवचनरूपम् एकवचनमस्ति विद्धि हा निबोध जहि जहि अस्ति महोदय हा जहि जहि तत्र जहि अस्ति अन्यत् सर्वं निबोधति इति तद् सर्वं जानातु इति जानीति जानसि इति तादृशरूपमेव अस्ति हा. अस्तु समीचीनं हा जहि इति किम् इति अहं न स्मरामि. हिंसा महोदय, हन् धातो अस्ति, अदादिगणे अस्ति. अस्तु, हिंसागत्यो. अस्तु, समीचीनम्. अस्तु अस्तु, अतः तत्तु भिन्न अस्ति. अस्तु, अग्रे मेहुल् महोदय. हा महोदय, इच्छानि काङ्क्षाणि कामयै वीक्षै. अहं चिन्तयामि वीक्षै इति असमानार्थपदम्. सत्सन्, समीचीनं महोदय, समीचीनं. हा, तत्र सर्वं सर्वाणि पदानि पुरुषः सर्वाणि पदानि प्रथमपुरुष. उत्तम उत्तम उत्तमपुरुष. उत्तमपुरुष एकवचनम्. एकवचनं, हा, समीचीनं महोदय, समीचीनं. हा, मधुसूदन महोदय अग्रे. महोदय, वन्दतां, नमतु, रमतां, प्रणमतु. अत्र वन्दतां, नमतु, रमतां इति तद्भिन्नम् अस्ति. तत्र हा, तत्र पुरुषः वचनं किमस्ति? रमतं मध्यमपुरुष द्विवचनं. रमतां, प्रणमतु, प्रणमतु, प्रणमतु इति किम् अस्ति? प्रणमतु एकवचनं, प्रथमपुरुष एकवचनं. तत्र तु सर्वे एक पुरुष अपि वचनं समानम् इति, हा, समानं नास्ति. सत्यं महोदय, अस्तु. हा, सत्यं सत्यं महोदय, अस्तु. बालचित्रि महोदय अग्रे. वीक्षै, लोकै, पश्यानि, रक्षानि, अवेक्षै. हा, तत्र क्रीडा अपि अस्ति महोदय, तदपि न कृतवन्तः वयं. क्रीडा, क्रीड, लस, रमस्व, सहस्व. सहस्व इति भिन्नपदम् इति अहं मन्ये. सत्यं महोदय, सत्यं सत्यं महोदय, सत्यं. वीक्षै, लोकै, पश्यानि, रक्षानि, अवेक्षै. तत्र वीक्ष, लोकै, पश्यानि, अवेक्षै, रक्षाणि इति तद् समीचीनम्. अस्तु, हा, अग्रे गीताञ्जलि भगिनि. महोदय, लस किम्? हा, लस तु संस्कृतम् इति वदामः खलु. लस तु संस्कृतं. लसतु संस्कृतं. महोदय, अत्र रक्षाणि किमर्थम् अस्ति? रक्षाणि नास्ति वा? रक्षतु, रक्षतु. न न, तत्र महोदय, उत्तमपुरुषः. अवगच्छामि महोदय. अस्तु अस्तु, हा, अस्तु. अन्तिमं गीताञ्जलि भगिनि. अन्तिमं न, नव कृतं, बालचित्रि महोदय कृतवान्. मुञ्चतु, जहातु, हन्तु, त्यजतु. मुञ्चतु मोक्ष, जहातु अपि. सर्वं तत्र मुञ्चतु, जहातु, सर्वं त्यजतु इति अर्थे एव अस्ति भगिनि. केवलं हन्तु इति असमार्थकपदम् अस्ति अत्र. हा, तत्र नूतनरूपस्य ज्ञानम् अत्र भवति. आप्नुहि, विद्धि इति, जहि इति, बहु लोट्लकारस्य बहुरूपाणि सन्ति इति तत्र दृष्ट्वा, एतद् दृष्ट्वा वयम् अवगन्तुं शक्नुमः. अस्तु, केवलम् एकादश अभ्यास एव अस्ति, तद् कर्तुं शक्नुमः. बहु सुलभ अभ्यास इति मन्ये अत्र. अस्तु, कः एतावत् न कृतवान्? हा, मधुसूदन महोदय, भवान् पठति वा एकादश अभ्यासः? कोष्टकस्थानां वर्तमानकालक्रियारूपाणां लोट् रूपाणि उपयुज्य वाक्यानि वदत. तत्र केवलं लट्लकाररूपं दत्तमस्ति, किन्तु लोट्लकाररूपम् उपयुज्य वाक्यं करोतु इति. तत्र सः, तौ, ते पठति, शिक्षते. सः पठतु, तौ पठतां, ते पठन्तु, सः शिक्षते शिक्षतां, तौ शिक्षतां शिक्षेतां शिक्षेतां ते शिक्षन्ताम्। इदानीं वदति इति सः सः वदतु, तौ वदतां, ते वदन्तु, सः ब्रूतां, तौ किम् आसीत् वंशीसुध भगिनी, किम् आसीत् एतत् ब्रू धातु? अहं मध्यपुरुषे जानामि महोदय, ब्रूतां ब्रूष्व ब्रूवै इति अस्ति, परन्तु तत्र ब्रूतां ब्रूयेत ब्रूवातां ब्रूवतां महोदय, ब्रूतां ब्रूवातां ब्रूवतां ब्रूवतां अस्तु, ब्रूतां ब्रूवातां ब्रूवतां ब्रूवन्तां ब्रूवन्तां अथवा ब्रूवतां ब्रूवताम् अस्ति महोदय। अस्तु भगिनि, अस्तु अष्टाध्यायी मध्ये ब्रूतां ब्रूवतां ब्रूवन् अस्तु, गीताञ्जलि भगिनी प्रेषितवती तत्र ब्रूवातां ब्रूवताम् इति। अस्तु अस्तु अस्तु महोदय, धन्यवादः। तत्र ब्रूते इति किञ्चित् भिन्नरूपम् अस्ति इति कृत्वा चिन्ता मास्तु, तत् साधारणरूपम् इदानीं पश्यामः। अस्तु अग्रे रघुपतिमहोदय अग्रिमं करोति वा तत्र? एकनिमिषं महोदय। तत्र करोति केवलं चिन्तयति अपि मन्यते, तत् करोतु महोदय तत्र। अस्तु अस्तु महोदय, चिन्ता मास्तु, अन्य कोऽपि करोति, तदनन्तरं भवान् करोतु। वंशीसुत भगिनी अग्रे। आं महोदय, चिन्तयति अपि मन्यते इति, तत् करोतु। त्वं चिन्ततं त्वं चिन्त युवां चिन्ततं यूयं चिन्तयत् चिन्तयत् महोदय, तत्र चिन्तय इति अस्ति, अतः त्वं चिन्तय त्वं चिन्तय ओ क्षम्यतां त्वं चिन्तय युवां चिन्तयतं चिन्तयतं यूयं चिन्तयत। समीचीनं, मन्यते त्वं मन्य युवां मन्यते, इदानीम् आत्मनेपदी दातु, मन्यस्व त्वं मन्यस्व युवा मन्येत्थां यूयं मन्यध्वम् इति, तावदेव। अस्तु इदानीं मेहुल् महोदय तत्र भजति भजते इति, भजति भजते भजति इति परस्मैपदी धातु, अतः सः केवलम् अहम् इदानीम् अहं केवलम् अहम् इति, अस्तु केवलम् अहं भज अहं भजामि आवां भजाव वयं भजाम, इदानीं भजते इति भजते अहं भज भजामि न इदानीं भजते इति तत् भजति तत् परस्मैपदी धातु अस्ति, इदानीम् आत्मनेपदी धातु अस्ति भजते, अतः अहं भजै भजै आवां भजावहै वयं भजामहै इति, तावदेव। अस्तु अस्तु, तत् क्रीडति रमते इति अस्ति अपि, करोति कुरुते इति अस्ति, तत्र किञ्चित् रूपभेदः अस्ति इति कृत्वा रघुपतिमहोदय तत्र करोति अथवा कुरुते अथवा क्रीडति रमते करोति वा? अस्तु क्रीडति करोतु महोदय, क्रीडति अहं क्रीडयि वा क्रीडा क्रीडति इति सोरि अस्तु अस्तु अहं क्रीडामि आवां क्रीडा वा वयं क्रीडामः इदानीं रमते इति रमते अहम् अहं रमै आवां रमावहै वयं रमामहै इति अस्ति केवलं करोति कुरुते, एतद् न कृतम् अस्माभिः। अस्तु समयः जातः, किन्तु बहु समीचीनमस्ति. लोट् लकारस्य आत्मनेपदी धातूनामपि परस्मैपदी धातूनाम् इदानीम् अभ्यासः जातः. वर्गस्य आरम्भे अहम् उक्तवान् गतवर्गे एतत् वयं कृतवन्तः इति, क्षम्यताम्, अद्य एव वयं कृतवन्तः आत्मनेपदी धातूनां लोट् लकारः. अस्तु, अग्रिमवर्गे वयम् अग्रे गत्वा सङ्ख्या इति तस्य परिचयः भवति अग्रे. अस्तु, समीचीनं विरमाम. यदि प्रश्नः अस्ति वा? धन्यवादः. अस्तु, धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः महोदय. हरि ओं महोदय. हरि ओं महोदय. हरि ओम्.